ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायम् अधिगम्यमहेश्वर कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। सुप्रभातं सर्वेषां कृते, स्वागतम्। ओके, गतवर्गे इत्युक्ते नाट् लास्ट् सण्डे, सण्डे बिफोर् दट्, यत्किमपि वयं पठितवन्तः, दृष्टवन्तः, किमपि स्मरणे अस्ति वा? सर्वं विस्मृतम्। आं महोदय, इको एनचि एचोवयवायः तत् कथम् आगच्छति इति सूत्रस्य पठनं कृतवन्तः। इको एनचि एचोयवायावः एतद् वयं दृष्टवन्तः। तत्र किं दृष्टवन्तः? इको एनचि मध्ये षष्ठीविभक्ति, प्रथमाविभक्ति, सप्तमीविभक्ति भवति, इकः षष्ठी भवति, अचि प्रथमाविभक्ति भवति, सारि इको इको इकः इकः यण् प्रथमाविभक्ति भवति, अचि सप्तमी भवति, इकः स्थानी इति भवति, स्थानी भवति, तत्र एव बदल परिवर्तनं भवति, आदेशः आगमः लोपः तत्र एव भवति। किम् आदेशः भवति इत्युक्ते यत् यण् प्रथमाविभक्तिः किम् अस्ति तत् आदेशः भवति। अच् इत्युक्ते सप्तमी, सप्तमी निमित्तं भवति इति अवयवः एचोयवायः। पर्याप्तम्, अन्ये अपि जनाः सन्ति। धन्यवादः। ओके, अनिल् भवान् किं वक्तुमिच्छति तस्मिन् विषये? ओके, सामान्यतः विभक्त्या विभक्त्याः अर्थः भिन्न अस्ति। पाणिनि विभक्ति अर्थः भिन्नम् अस्ति। सो सामान्यतः प्रथमा इति कर्ता, परन्तु अत्र प्रथमा कार्यं निर्दिशति, किं कार्यम्, आदेश वा लोप वा आगम, किं कार्यम्। ओके, सामान्यतः षष्टिः सम्बन्धं निर्दिशति, परन्तु अत्र सप्तमी इव स्थानं निर्दिशति। सप्तमी इव स्थानं निर्दिशति, बहु सम्यक्। So this is a big confusion. Saptami is a big confusion. Okay. And samanyata saptami sthanam nirdishati, parantu atra atra purvam va param, matlab matlab karyasya karanam, matlab kutra asya purva karyam nirdishati. ओके, सरस्वती, कस्मिन् विषये भवती किमपि अधिकं वक्तुं शक्नोति? सप्तमीविषये, सप्तमी विभक्ति तत्र एकवारम् अचि सप्तमी विभक्ति दृश्यति, तत्र सम्बन्धः आदेशः, आदेशः वा आगमः कुत्र भवति, तत् सम्बन्धः पूर्वः परः इति निर्दिशति सम्बन्धः। सम्बन्धः निर्दिशति, सम्बन्धः न, निमित्तं निर्दिशति, निमित्तं। महोदय, पूर्वः परः द्वयमपि भवति वा? पूर्णिमा तिष्ठतु, अन्ये अपि वक्तुम् इच्छन्ति महोदय. करपत्रं उद्घाटितं नास्ति बाबा. करपत्रं नास्ति वा? करपत्रम् अस्ति, परन्तु अहं तु न उद्घाटितवती. इदानीं केवलं पुनरभ्यासं कुर्मः यत् वयं पठितवन्तः. ओके, गतवर्गे यत् वयं पठितवन्तः तस्य किञ्चित् पुनस्मरणं कुर्मः. सरस्वती अग्रे गच्छतु. निमित्तं सप्तमी निमित्तं कथं निर्दिशति निमित्तम्? निमित्तं कुत्र भवितव्यम्? तत्र एक्साम्पल् ईको यणचि अत्र अस्ति खलु, तत्र ईकः षष्टिविभक्तिः अस्ति, यण्णति निमित्तं तत्र. यन् निमित्तं नास्ति, यन् तु प्रथमा अस्ति. किं अचि निमित्तं? ओके ओके, अचि सप्तमी तत् भवती उक्तवती, तत् निमित्तम् अस्ति. इदानीम् अस्मिन् सन्दर्भे परवर्ण किं भवति इति ओके आङ्ग्लभाषायां वदतु, चलति. लैक् ओके तिष्ठतु, षष्टिस्थानं निर्दिशति. सप्तमी निमित्तं निर्दिशति, परन्तु कुत्र एतत् निमित्तम् अस्ति यदा सप्तमी अस्ति? पूर्वकार्यस्य लैक् सन्धि देन् ई दट् लेटर् गेट्स् रीप्लेस् वित् यकार लैक् दट्. सो पूर्ववर्णस्य स्थाने सो दट्स् वाट् इट् वेर् दट् एक्षन् हेपन्स्. ओके, परन्तु निमित्तं कुत्र अस्ति, कस्मिन् स्थाने अस्ति निमित्तं? पूर्व डैरेक्ट् इत्युक्ते सप्तमी विभक्ति अचि इति अस्ति, तत् कुत्र भवितव्यम्? महोदय अहं प्रयत्नं करोमि. एकनिमिषं, एकनिमिषं, सरस्वती तु जानाति. हा आम् समान एव सिचुएशन् महोदय. वी आल्सो नो दट् आई आल्सो नो नाट् एबल् टु एक्स्प्रेस् दट्. पूर्वं परम् एतस्य भ्रमः अस्ति, तत् अहं दट् भ्रम इस् देयर् इवन् टुडे फार् मी. सरस्वती अग्रे गच्छतु. इदानीम् अचि इति अस्ति यदस्ति सप्तमी विभक्ति, कस्मिन् स्थानं कुत्र अस्ति? तत्र इकः अक्ष स्वरः कुत्र अस्ति? तत्र इकार योग असवर्ण अच् स्वराः अस्ति चेत् ई स्थाने आदेशः भवति. चिन्तयतु, असवर्ण अच् कुत्र आगच्छति? परवर्णस्थाने. परवर्णस्थाने आगच्छति इत्युक्ते यत्र कार्यं भवति तदनन्तरं यदा अच् अस्ति तदा एव कार्यं भवितुं शक्यते. अनिल् अवगतं? पूर्वपर एतस्य भ्रमः समाधानं? आम् महोदय, आम् महोदय. यः सप्तम्याम् अस्ति सः और तत् पूर्वं कार्यं भवति. एक्साक्ट्लि. यदि कार्यं भवति तदनन्तरं यदस्ति तदनुगुणं कार्यं भवितुं शक्यते. अवगतम् इदानीम्? आं महोदय, अवगतम्. ओके, पूर्वपरभ्रमः नास्ति इदानीं. यत्किमपि उपयोगं करोतु, परन्तु सम्यक्तया अवगत्य उपयोगं कर्तव्यं. भगिनी, I'll just repeat once again, just correction. So eko तत्र इकः षष्टिविभक्ति, तत् षष्टिविभक्तिस्थानं निर्दिष्टति. कुत्र आदेशः वा आगमः वा भवति इति षष्टिविभक्ति षष्टिस्थानम् इकः, तत्र इकः अक्षरवर्णः भवति षष्टि. देन् अचि, देन् यण् इस् प्रथमाविभक्ति. प्रथमाविभक्ति कार्यं किम् इति सूचयति, आदेश वा आर् आगम वा नोपमः इति प्रथमाविभक्ति निर्दिशति. देन् सप्तमी विभक्ति तत् स्थानस् पूर्वं आदेशं भवति इति निर्दिष्ट. इत्युक्ते न इदानीं कथम् एतस्य अवगमनं कर्तव्यं? षष्टि यत्र अस्ति तत्र कार्यं भविष्यति, परन्तु कदा एतस्य कार्यस्य किं पर्मिशन् मिलति? यदा निमित्तं. कण्डिशन् किं कुत्र अस्ति? अनन्तरम्. ओके, षष्टि अत्र अस्ति. यदा अहम् एवं चिन्तयामि, षष्टि अत्र अस्ति. ओके, अत्र इत्युक्ते पश्यामः. इदानीं चिन्तयतु, अत्र षष्टिः अस्ति. अत्र षष्टिः अस्ति, परन्तु मम निमित्तं कुत्र अस्ति? स्क्रीन् महोदय, ओ ओ, एकनिमिषं, स्क्रीन् शेर् न कृतवती न. ओके, क्षम्यताम्. ओके, दृश्यते इदानीम्? इदानीं दृश्यते. ओके, षष्टि अत्र अस्ति, सप्तमी तदनन्तरम् अस्ति. अतः परनिमित्तम् इति वक्तुं कार्यस्य स्थानस्य परम् आगच्छति. ओके, अथवा एवमपि वक्तुं शक्नुमः, यदा यत्र सप्तमी अस्ति तस्य पूर्वं कार्यं भवति. अनेन इदानीम् अवगतं, पूर्वं परं कथम् उपयोगं कर्तव्यम्? वेर् इस् अनिल्? आं महोदय, अहं गतवान्. ओके, इदानीं पूर्वं परं शब्दस्य कथम् उपयोगं भवति अवगतं? आं महोदय. स्थानम् अस्ति, तत् परं यदागच्छति तदस्ति निमित्तम्. इदानीं पूर्वम् उपयोगं कथं करोमि? सप्तमी यत्र अस्ति तदस्ति निमित्तं, कार्यं पूर्वस्य स्थाने भवति. ओके, आम् अस्तु. ओके, सम्यक्तया अवगतम्? आम् अवगत, धन्यवादः. ओके, अन्य कोऽपि भ्रमे अस्ति वा? तेषामपि भ्रमः अस्ति चेत् इदानीं वदन्तु, कारणम् इदानीं वयं करपत्रं साक्षात् पठामः, तस्य प्रूफ् अस्माकं मनसि यत् अथवा वयं किं दृष्टवन्तः गत अवसरे तत् सम्यक् अस्ति, शुद्धमस्ति वा तत्र किमपि अशुद्धमस्ति, करेक्षन् कर्तव्यं, तत् पश्यामः. ओके ओके, अन्य कोऽपि किमपि प्रष्टुमिच्छन्ति? भगिनी, अहं तूष्णीं उपविशामि, मम प्रथमकक्षा इदानीं चलति. एतत् सर्वं तु ज्ञातमस्ति सामान्यतया, तूष्णीं कदापि न भवितव्यं. प्रथमकार्यं भवती एव पठिष्यति. एकनिमिषं, करपत्रम् उद्घाटयामि, भवती एव पठिष्यति. ओके, दृश्यते करपत्रम्? हा, पाणिनीयसूत्रं कथं पठनीयम्. ओके, प्रिया पठतु. आम् आम्, वन् सेकेण्ड् भगिनि, ऐ केन् मेक् द स्क्रीन् लार्ज्. स्क्रीन् दृश्यते? हा, पाणिनीयसूत्रं कथं पठनीयम्? यण् सन्धिं बहवः जानन्ति, यथा यदि, योज, अपि, अर्थात् ई परिवर्तनं य, यद्यपि. अत्र इकारस्य स्थाने यकारादेशो भवति. इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते. व्याकरणे कार्याणि एतादृशानि भवन्ति. आदेशः, आगमः, लोपः. प्रथम आदेशः, पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः, यदि, योगम्, अपि, इ स्थाने य, यद्यपि. द्वितीय आगमः, वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः, पठन्, योगम्, आगच्छति. नकार आगमः भवति, पठन्नागच्छति. तृतीयलोपः, वर्णस्य अदर्शनम्, बालकः, योगम्, इच्छति. विसर्गस्य लोपः, बालक इच्छति. कस्यचित् अपि, am I reading it correct and squinting? कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति. यन् सन्धिः एकं कार्यम्, अतः तस्य विधानार्थं सूत्रमस्ति. सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम. यन् सन्धेः विधिसूत्रम् इदम्. ओके, पठतु पठतु अग्रे. एतत् सर्वं वयं कृतवन्तः. इको यणचि, तत् इक प्रथमाविभक्ति, यण् इक षष्ठी, यण् प्रथम. भवती किं वदति? तत्र यत् लिखितमस्ति तदेव पठतु. षष्ठी एक, षष्ठी प्रथमा, सप्तमी, ओ नो नो, देट्स् नाट् वाट् इट् इस्, सोरि, 6.1 सूत्रस्य, सूत्रस्य नम्बर् वा? षष्ठोऽध्यायः प्रथमपादः 76 नम्बर् सूत्रम्. Okay, 6176. Okay, I thought he meant Ika is 6 and Yan is 1. Ika sthane Yan adeshah bhavati achi pare samhitayam vishaye. Ika Yan syat asavarne achi pare iti sutrasya phalitah arthah iti jneyam. Ika shashtyantam Yan प्रथमान्तम् अचि सप्तम सप्तम्यन्तम् त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः. अनुवृत्ति अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम्. उपरितने सूत्रे इक् यण् अच् इति त्रयः प्रत्याहाराः सन्ति. प्रत्याहारः नाम वर्णानां समूहः. एषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु. अत्र पश्यन्तु, तत्र वयं न करिष्यामः कारणं वयं जानीमः इक् इत्युक्ते किं, यन् इत्युक्ते किम्, अच् इत्युक्ते किम्, एतत् सर्वं वयं पठितवन्तः, इदानीं जानीमः. भवती जानाति इक् इत्युक्ते किम्? आं भगिनि. वदतु. एकः प्रश्नः अस्ति महोदय. एकनिमिषं, एकनिमिषं प्रिया, इक् इत्युक्ते किम् एतत् वदतु, तदनन्तरम् अहं प्रश्नस्य उत्तरं दास्यामि. इक् इक् इत्युक्ते प्रत्याहार, इ उ ऋ ऋ इ उ ऋ ऋ. हा ओके. हा प्रश्नः किं, कस्याः अस्ति? पल्लवी. हा वदतु. अत्र लिखितमस्ति इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. अत्र असवर्णे अत्र न लिखितमस्ति. हा ओके, चिन्ता मास्तु. सैड् मीन्स् लैक् इट् मस्ट् बि पुनः वदतु. इकः यण् स्यात् अत्र लिखितमस्ति इकः यण स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयं. हौ डिड् दे डिसैड् इट् इस् इट् मस्ट् बि असवर्णे फ्रोम् द सूत्र विच् पार्ट् आफ् द सूत्र फलितः. इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति वयं जानीमः. ओके, एतत् अस्माकं पूर्वज्ञानम् अस्ति, अतः वयं कण्डिशन् इदानीं सम्यक्तया स्थापयामः. परन्तु सूत्रस्य पठनसमये प्रथमं तु एकं सूत्रं वयम् उपयोगं कुर्मः, तदनन्तरम् इतोपि एकम् आगच्छति चेत् तस्य उपयोगार्थं कण्डिशन्स् कथं भवति तस्य ज्ञानं वयं जानीमः अन्यसूत्रस्य आधारेण. इदानीं वयं तु सवर्णदीर्घसन्धि जानीमः आल्रेडि. ओके, अतः अत्र सम्यक्तया लिखितमस्ति फलित अर्थः असवर्णे अचि परे इति. ओके, सो इट् इस् आल्रेडि प्रीवियस्ली प्रीवियस् सूत्र आल्रेडि डिफैन्स् सवर्ण, सो प्रीवियस् सूत्र डजन्ट् डिफैन् दट्. सवर्णदीर्घसन्धि अपवादसूत्रः भवति. ओके, तत् अनन्तरम् आगच्छति. ओके, एट्लीस्ट् ऐ थिङ्क् सो. हा, सवर्णदीर्घसन्धि अनन्तरम् इकोयणचि अनन्तरमेव आगच्छति, अहम् एवं चिन्तयामि. हा, ऐ डोण्ट् अण्डर्स्टाण्ड् दि आन्सर् टु हर् क्वश्चन्. ऐ अण्डर्स्टाण्ड् द क्वश्चन् बट् ऐ डोण्ट् अण्डर्स्टाण्ड् दि आन्सर् टु हर् क्वश्चन्. लैक् लुकिङ्ग् एट् द सूत्रम्, what she asked is looking at the sutram, how can you say that it has to be an asavarna, that it should be a asavarna achipare? What is there in the sutram that is telling us it is asavarna achipare? I didn't understand the answer. Sutre nirdesham nasti asavarna achpare bhavitavyam iti nirdesham nasti. Anantaram itopi ekam sutram agachati यत्र सवर्णदीर्घसन्धिविषये निर्देशं वयं प्राप्नुमः. ओके, तदा किं भवति, तत् सूत्रम् इकोयानचि सूत्रस्य अपवादसूत्रम् इति आगच्छति. ओके, सो इट् विल् सूपर् सीड्. गेटिङ्ग् इट्? हा ओके. परन्तु अस्मिन् स्तरे तस्य ज्ञानस्य किञ्चित् चिन्ता अस्ति. हा, कारणं वयं यण् सन्धिविषये वयं तु पठितवन्तः पूर्वं सूत्रं विना. हा, सूत्रं विना वयं पठितवन्तः. तस्मिन् समये वयं किं परिशीलनं कुर्मः, सवर्ण अस्ति चेत् वयं सवर्णदीर्घसन्धि उपयोगं कुर्मः, असवर्ण अस्ति चेत् यण् सन्धिविषयं कुर्मः. ओके, अवगतम्? पल्लवी, वयं परिशीलनं कुर्मः न. प्रथमकार्यं वयं किं कुर्मः, यदा ईक्वर्णः अस्ति तदनन्तरम् अच्वर्णः अस्ति, प्रथमकार्यं वयं परिशीलनं कुर्मः सवर्ण अस्ति वा, सवर्ण अस्ति चेत् आटोमेटिक् सवर्णदीर्घसन्धि कुर्मः, नास्ति चेत् यण् सन्धि कुर्मः, करेक्ट्? आम्, तदेव अत्र लिखितमस्ति, इत्यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः, ओके, यत् वयं जानीमः, ओके, अस्तु, धन्यवादः. अन्य किमपि अस्ति प्रश्नः? प्रिया अवगतम्? आं भगिनि. ओके, परन्तु एतत् ज्ञानं वयम् इदानीं न जानीमः, वयम् इकोयणचि विषये अपि न जानीमः, केवलं वयं जानीमः किम् इक् वर्णाः सन्ति चेत् परिवर्तितं भवति यण् वर्णे कदा, यदा अच्वर्णः परे भवति. परन्तु प्रथमकार्यं वयं किं कुर्मः, सवर्णवर्णः अस्ति चेत् वयं यण् सन्धिकार्यं न कुर्मः, तत् वयम् आलरेडि जानीमः न. एतत् मनसि निधाय अत्र लिखितमस्ति इक् इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः, ओके, सूत्रसहितं वयम् इदानीं न पठितवन्तः. वदतु. अन्य एकः अस्ति अग्रे एव, इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यान्तं त्रिपदम् इदं सूत्रम्, त्रिपदम् इदं सूत्रम् त्रिपदम् इदं सूत्रं, तदनन्तरं किम् उक्तवती? Is it, does it mean that there are three pada in the sutra, Ika, Yana and Achi? Ika, Yana, Achi. Tatra keke padani santi, Ikaha, Yana, Achi. Iti pada trayam asti na? Amam. Okay. Ita na three padam idam sutram. Parantu, sampurna sutram nasti. Okay. Tadapi jnatavyam. Kimartham? कारणं तत्र संहितायाम् इति यत् पदं वयं स्वीकुर्मः तद् अन्यत्र अस्ति, ओके, अतः अत्र किमस्ति, सम्पूर्णसूत्रम् इकः संहितायाम्. इदानीं संहिता इत्युक्ते किम् एतत् द्रष्टव्यं. रूपल्, संहिता इत्युक्ते किम्? संहिता विस्मृतम्, आमां सर्वमङ्गला. संहिता इत्युक्ते किम्? नमस्ते. मध्ये किमपि वर्ण नास्ति इत्युक्ते अत्यन्तं सामीप्यम्, ओके, अन्यशब्दः यदा उपयोगं करोमि, अत्यन्तं सामीप्यं यत्र अस्ति तदस्ति संहिता, इत्युक्ते मध्ये किमपि अन्य न, ओके, यावत्पर्यन्तम् अवगतम्? इदानीं किमस्ति, इकः षष्ट्यन्तं यन् प्रथमान्तम्, ओके, संहिता इति अधिकारः. इदानीम् अधिकारः इत्युक्ते किम्? कः वा का वदति? पूर्णिमा, अधिकारः इत्युक्ते किम्? अधिकारसूत्र इत्युक्ते यत् निर्देशनं करोति तद् अधिकारसूत्रम्. ओके, ओके, तस्य अधिकारेण एव कार्यम् अग्रे गच्छति, ओके, डैरेक्टर् अवगतम्? सर्वे जनाः, इतोपि किमपि प्रश्नः अस्ति वा? you said adhikarah is similar to the ditto what we use in sentences. It is defined earlier and then later on it is assumed. It is there. Na, na. Sarasvati, ditto what we use, that is the anuvritti. Anuvritti, okay. Okay, that is the anuvritti. Ditto is anuvritti. Adhikarah is director. So, okay. Can we say influencer, Mahoday, influencer? Okay. Na, parantu swayam karyam na kriyate, khalu, kevalam nirvishyati. Ha, so influencer, right? Ha, if you want influencer, athva director, athva, तस्य आधारेण एव कार्यं वयं कर्तुं शक्नुमः. सः नास्ति चेत् कार्यं न भवितुम् अर्हति. ओके, इदानीं पश्यतु, संहिता नास्ति चेत् कार्यमेव न भवति. अवगतं? हा, तदस्ति तस्य अधिकारः. ओके, so that will continue for all the coming sutras that okay tasya range api asti ha tat drashtavyam agre agre vayam pathamah ha astu ek prashna asti ha chandra tatra ityasya adhikarah kasya adhikarah samhitayam va संहितायाम् अधिकारः अस्ति. वदतु. परन्तु तत्तु सूत्रं विधिसूत्रं खलु, दिको यण अचि विधिसूत्रं. संहितायां सेम् सूत्रं और इट् इस् अनदर् सूत्रं. न न, संहितायाम् इति अधिकारसूत्रम् एकं भवति पूर्वं. पूर्वं भवति, पूर्वं भवति, तदागच्छति पूर्वं. पश्यतु अत्र क्रमाङ्कः दत्तमस्ति 6171. अस्माकं इकोयणकि 6176 अस्ति. ओके, अतः पाणिनिमहोदय किं करोति, प्रथमं कण्डिशन् अधिकारसूत्रं स्थापयति. ओके, अधिकारसूत्रं स्थापयति, तदनन्तरम् अन्यसूत्राणि आगच्छन्ति. ओके, एतस्य अधिकारं तावत्पर्यन्तम् अस्ति तत् वयं किं व्याख्यानं पठित्वा अथवा अन्य कोर्स् यत् अस्ति ततः वयं जानीमः संहितायाम् एतस्य अधिकारं कुतः पर्यन्तम् अस्ति. हा, ओके, धन्यवादः. ओके, इदानीम् अग्रे कः पठति वा का पठति? ओके, कस्य पर्यायः? अनिल्, भवान् न पठितवान् न? ओके, इदानीम् अहम् आरम्भं करोमि. ओके, अनिल् अग्रे पठतु. इको यणचि. अस्तु महोदय. इको यणचि षष्ठ अध्याय प्रथम पाद षड्सप्ततिः सूत्रम् इति सूत्रं यथा तथा पाणिनेः अष्टाध्यायी इति ग्रन्थे बहूनि सूत्राणि सन्ति. तानि सूत्राणि कार्यं निर्दिशन्ति हैलि कोडिफैड् लेङ्ग्वेज् इत्यस्य माध्यमेन. ओके, तानि सूत्राणि कार्यं निर्दिशन्ति हैलि कोडिफैड् लेङ्ग्वेज् इत्यस्य माध्यमेन. कोडिफैड् किमर्थम् इति चेत् येन प्रत्येकं सूत्रं लघु स्यात् अपि च येन ग्रन्थे आहत्य सूत्राणां संख्या न्यूनातिन्यूनं स्यात्. तर्हि संक्षेपार्थं कोड् निर्मितं पाणिनिना कोड् इत्यस्य माध्यमं किं? विभक्तिः. इयं विभक्तिपद्धतिः का इति अग्रे पश्येम. ओके, तदेव वयं परिशीलनं कृतवन्तः यस्मिन् समये अस्माकं हस्ते करपत्रं न आसीत् तस्मिन् समये वयम् इको यणचि एचो यवायावः सूत्रद्वयेन द्वयोः सहायेन षष्टिविभक्ति अस्ति, विभक्ति यदस्ति तस्य कार्यं किं, प्रथमा विभक्ति किम् अस्ति तस्य कार्यं किं, सप्तमी किम् अस्ति तस्य कार्यं किं, तत् तस्य ज्ञानं वयं किञ्चित् किञ्चित् प्राप्तवन्तः. इदानीं प्रूफ् सहितं वयं पश्यामः. ओके, पठामः च. पल्लवी पठतु अग्रे. कोडिफैड् किमि किं किमर्थमिति चेत् येन प्रत्येकं सूत्रं लघु स्यात् अपि च येन ग्रन्थे आहत्य सूत्राणां संख्या न्यूनातिन्यूनं स्यात् तर्हि संक्षेपार्थ कोड् निर्मितं पाणिनिना कोड् इत्यस्य माध्यमं किं, विभक्तिः इयं विभक्तिपद्धति का इति अग्रे पश्येम. क्षम्यतामहं पुनः पठति पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः. पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. येषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के, ते के इति अधः सूचिताः. ओके, किम् अवगतवती इदानीं विभक्तिविषये? यदा वयं विभक्ति उपयोगं कुर्मः चेत् भिन्ना अस्ति, अत्र विभक्ति यत् ये निर्दिश्यन्ति ते भिन्नः सूत्रेषु यत् किमपि अस्ति तस्य अर्थः भिन्नः. यदि देट् इस् वाट् ऐ गाट् फ्रम् दिस्. पुनः वदतु, देट् इस् वाट् ऐ गाट् फ्रम् दिस् पेराग्राफ् देट् इट् इस् डिफ्रेण्ट् what we use and in it is different what the sutra indicates the vibhakti. Okay, it's okay. Okay, punah itopi kopi kinapi adhikam vaktum icchati va avagamanartham. Yeah, anya kopi vaktum icchati. The Panini Sutram provides us the preconditions and the, all the it also says what should be where and what should be present where, like that also it indicates. That's what. Okay, okay. Code iti atra yat likhitam asti tasya artham kim bhavati? For example, in this case ikaha. Ikaha is a short form for e, u, r, l. So it is kind of a codified, it is okay. Then and that's also and also eco energy, so it gives that that ikaha then then gets transformed to yan letters if ikaha is followed by achi. That is kind of it's inbuilt that the engine is the code engine is there. Yeah, षष्ठी भवति चेत् षष्ठी भवति चेत् सारि, सप्तमी भवति चेत् निर्देशनं करोति तथा तथा कोड् इति अचि यदा प्रथमा विभक्ति चेत् तदेव आदेशः भवति इति कोड् भवति. अतः पाणिनीरीत्या कोड् इत्युक्ते सः महोदय किं कृतवान्, सर्वं न्यूनीकृतवान्. कथं विभक्ति विभक्तेः उपयोगं भिन्नरीत्या कृतवान्, तदस्ति पाणिनेः कोडिङ्ग्. ओके, सामान्यतया विभक्ति कथं वयम् उपयोगं कुर्मः वयं जानीमः. ओके, परन्तु पाणिनि किं कृतवान्, तदेव विभक्ति कोड् रूपेण परिवर्तितं कृतवान्. कथं, षष्टिविभक्ति अस्ति, सप्तमी अस्ति, प्रथमा अस्ति, यद्वयम् इको यणचि विषये दृष्टवन्तः. पाणिनेः रीत्या यदा षष्टि आगच्छति तत्र स्थानम्, यदा सप्तमी आगच्छति तत् निमित्तं, प्रथमा आगच्छति किं स्थाने किं परिवर्तितं भवति तस्य निर्देशम्. ओके, एवं सः कोडिफै कृतवान्. ओके, यावत्पर्यन्तम् अवगतं कोडिङ्ग् इत्युक्ते किम्? इदानीं पश्यामः कः पठति इदानीं. रूपल्, रूपल्. आम् महोदय, प्रथमं पाणिनेः सूत्राणां पद्धतिः. पाणिनेः प्रमुखलक्ष्यं, तत् पठितम्, अन्तिमवाक्यं पठतु. पाणिनीय सूत्रेषु विभक्ति पाणिनीयसूत्रेषु पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. षष्टिविभक्तिः स्थानं सूचयति, प्रथमाविभक्तिः आदेशः आगमः नामकरणं सूचयति, सप्तमीविभक्तिः पूर्वकार्यं सूचयति, पञ्चमीविभक्तिः परकार्यं सूचयति, तृतीया विभक्तिः संयोजनं सूचयति. ओके, इदानीम् एतत् सर्वं केवलं किं ग्लोबलि वयं जानीमः. इदानीं स्थानम् इत्युक्ते किम्, आदेशः आगमः नामकरणम् इत्युक्ते किं, पूर्वकार्यम् इत्युक्ते किं, परकार्यम् इत्युक्ते किं, संयोजनम् इत्युक्ते किम्, एतत् सर्वं वयं पश्यामः एकमेकं स्वीकृत्य. ओके, सरस्वती, वन् मिनिट्, आफ्टर् सरस्वती आगच्छति. सरस्वती, षष्टिविभक्तिविषये पठतु. षष्टिविभक्तिः स्थाने सूत्रे यस्य वर्णस्य अथवा प्रत्याहारस्य षष्टिविभक्तिः भवति सः स्थानी भवति. इत्युक्तौ तस्य स्थाने अन्यः वर्णः आयाति. कः वर्णः आयाति तस्य स्थाने? तस्मिन् एव सूत्रे यः वर्णः अथवा प्रत्याहारः प्रथमाविभक्त्यन्तः सः उदाहरणार्थम् ईको यणचि षष्टि एकं 76 षट्सप्ततिः. इकः स्थाने यण् आदेशः भवति. इकः षष्ट्यन्तं, यण् प्रथमान्तम्, इकः यण् अचि संहितायाम्. एतत् वयं वारं वारं दृष्टवन्तः. सम्यक्तया अवगतम् सरस्वती? आम्. एतद् वयं परिशीलनं कृतवन्तः. ओके, ओके, इदानीं सर्वमङ्गला अग्रे पठतु. प्रथमा विभक्तिः आदेशः आगमः नामकरणम्. सूत्रे, ओके, सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति सः आयाति षष्टिविभक्त्यन्तस्य वर्णस्य स्थाने. तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम आदेशः. सूत्रे तादृशः षष्टिविभक्त्यन्तः वर्णो नास्ति चेत् तर्हि सः प्रथमाविभक्त्यन्तः वर्णः आयाति, किन्तु अपरस्य वर्णस्य स्थाने इति न, अतः तस्य नाम आगमः. अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका. ओके, इदानीं किम् अवगतवती प्रथमाविभक्तिविषये? प्रथमाविभक्ति यत्र प्रथमाविभक्ति अस्ति तत् किं किं कर्तुं शक्नोति आदेशः भवति आगमः भवति नाम नामकरणम् इति ओके आदेशः इत्युक्ते किम् आदेशः इत्युक्ते पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः कुत्र भवति ई वर्णस्य स्थाने यकार पूर्वपद पूर्वपदस्य वर्ण न न न न न न कस्मिन् स्थाने कार्यं भवति तत् कः निर्दिशति षष्टिविभक्त्यन्त्यस्य वर्णस्य स्थाने अतः षष्टिविभक्ति यत्र आसीत् तत् निष्कास्य षष्टिविभक्त्यन्तं हा तत् निष्कास्य अथवा आदेशः अस्ति चेत् निष्कास्य अथवा आगमः अस्ति चेत् अस्ति तर्हि सः प्रथमाविभक्त्यन्त्यवर्णः आयाति आयाति परन्तु निष्कासनं भवति वा तत्र आगमः भवति हा परन्तु आगमः इत्युक्ते किम् आगमः इत्युक्ते वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः यत् लिखितमस्ति तदेव भवती वदति आगमः एतस्य स्पष्टीकरणम् अहं तु न अवगतवती चलो जुगल्किशोर् आगमविषये किञ्चित् अधिकं वक्तुं शक्नोति महोदय आगमः अस्ति मित्रवत् मध्ये कार्यं करोति ओके एक अन्य वर्ण आगच्छति विदौट् एनी परिवर्तनं अन्यवर्ण परिवर्तनं न भवति नूतन वर्ण आयाति आगमः भवति मित्रवत् ओके मित्रवत् आगच्छति शत्रुवत् आदेशः मित्रवत् आगमः परन्तु मम प्रश्नः किञ्चित् किं भ्रमः मम मनसि अस्ति हा आगमः तु आयाति परन्तु स्थानं किम् किं वदति महोदय आगमस्ति उदाहरणम् अस्ति अवदत् पूर्वं लिङ्लकारे आयाति ओके ओके भ्रमः अस्ति अग्रे पठामः सर्वमङ्गल भवत्याः पर्यायः वा अस्ति महोदय पठामः तत्र स्पष्टीकरणम् आगच्छति न चिन्ता मास्तु आगच्छति अत्र अस्ति अत्र अस्ति महोदय लुङ् लङ् लिङ्गच्छ्व आगमः भवति न पठतु अहं भवतः अभिप्राये कथं भवान् स्पष्टीकरणं कर्तुं शक्नोति तत् अहं ज्ञातुम् इष्टवती परन्तु महोदय भवान् तु यत् अत्र लिखितमस्ति तत् पठित्वा वदति तस्य तु उपयोगं नास्ति ओके सर्वमङ्गल पठतु आदेशविषये आदेशः आदेशः इको एनचि सिक्स्त् अध्याये प्रथमपादे 76 सूत्रे इकः स्थाने यण् आदेशः भवति. इकः षष्ठ्यन्तं, यण् प्रथमान्तम्. इकः यण् अचि संहितायाम्. ओके, एतत्तु बहु स्पष्टमस्ति. अग्रे आगमविषये किम् अस्ति, पठतु. आगमः लुङ् लङ् लृङ् क्ष्वडुदात्तः. सिक्स् अध्याय फोर्त् पाद 79 71 लुङ् लङ् लृङ् च परे चेत् धातुरूपी अङ्गस्य अट् आगमो भवति. लुङ् लङ् लृङ्क्षु सप्तम्यन्तम्, अट् प्रथमान्तम्, उदात्तः प्रथमान्तम्. अङ्गस्य अट् उदात्तः. लुङ् लङ् लृङ्क्षु आयोग पट् योग आयोग त् अपठत्. किम् अवगतवती अत्र? आगमः लृङ् लङ् लुङ् च परे चेत् आगमः भवति. ओके, एतत्तु बहु कन्फ्यूसिङ्ग् अस्ति. पूर्वं वयम् अन्य एकम् उदाहरणं वयं दृष्टवन्तः. किम् आगमविषये अत्र पश्यतु वा, आगमः यद् लिखितमस्ति, पठतु एतत्. आगमः वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. पठन् योग आगच्छति. आगमः पठन् आगच्छति. अगेन् न इस् एडेड् फार् पर पदे. ओके, अतः आगमः इत्युक्ते किं भवति? वदतु. अनदर् न्यू लेटर् पठन् न आगच्छति अत्र. आगमः भवति अट् प्रथमान्त, उदात्तः प्रथमान्त. आगमः अस्ति. आं वदामि वा भगिनि? भगिनि आं वदामि वा? न न न न न, सर्वमङ्गल प्रयत्नं करोति, समयं ददातु. अत्र आगमः भवति. अङ्गस्य अट् उदात्तः लुङ् लङ् यत्किमपि, एतस्य अवगमनं वयं न कर्तुं शक्नुमः अस्मिन् स्तरे. ओके, एतत् बहु स्पष्टमस्ति. परन्तु अत् इत्युक्ते आ इ ओ अस् दत्तः. ओके, एतस्य अर्थमपि वयं न जानीमः, परन्तु वयं द्रष्टुं शक्नुमः पठ् धातोः यत् वयं कार्यं कुर्मः, पठति तत्तु वयं जानीमः, परन्तु लङ्लकारे वयं किं कुर्मः? अपूर्वं योजयामः. एतदस्ति आगमः. ओके, अवगतम्? युगलकिशोर महोदय अवगतम्? आं महोदय, हरि ओम्. कुत्र आगमः भवति, कुत्र आगमः भवति तद् निर्दिशति किं? षष्टिविभक्ति यत्र अस्ति तस्य वर्णस्य स्थाने आगमः भवति. ओके, अवगतम्? एतदेव वयं ज्ञातुं शक्नुमः अस्मिन् स्तरे. सर्वमङ्गल अवगतम् अवगतम् महोदय महोदय अत्र लुङ्लङ् लिङ्गच्छ्व दुदात्त तत्र तु षष्टिविभक्ति नास्ति परन्तु तत्र आगम तु आगम तु अस्ति अटे आगम अस्ति एतस्य सूत्रस्य परिशीलनं यस्मिन् समये वयं कुर्मः तस्य सम्पूर्ण अवगमनं भविष्यति इदानीं भवान् यदा अवगन्तुम् इच्छति स्वयमेव 6471 तत्र गत्वा पश्यतु कुत्र गन्तव्यम् अष्टाध्यायी डाट् काम् इति सैट् अस्ति हा तत्र गत्वा धातुपाठः नै एतत् अस्ति सूत्रपाठः हा सूत्रपाठः तत्र गत्वा अत्र अत्र 6171 आसीत् न स्थापय नो अत्र 6471 हा मम दोषः 6471 ओके आगतः इदानीम् अत्र क्लिक् करोति चेत् सम्पूर्ण एक्स्प्लेनेशन् मिलति ओके एतत् वयम् इदानीं न पठामः कारणम् अस्माकं स्तरः तावत्पर्यन्तं न आगतम् अतः वयं केवलं स्वीकुर्मः अ इति वर्णः आगच्छति अतः तदस्ति आगमः अतः एव अहं पूर्वं यत् वयं पठितवन्तः उदाहरणरूपेण तत्र पठन् आगच्छति पठन् आगच्छति तत्रापि अस्ति परन्तु तत्रापि मति षष्टिविभक्ति नास्ति महोदय ओके तत्र पठनागच्छति अत्र तु सूत्रस्य आधारेण वयं न परिशीलनं कृतवतः वयं केवलं कथं परिशीलनं आगच्छति अस्ति द्वयोः मेलनेन पठन् नागच्छति इति सः नकारः अधिकम् आगच्छति एतत् वयं दृष्टवन्तः ओके आगमविषये पठनार्थम् एतत् उदाहरणमस्ति तत्र सूत्रसहितम् आगमविषयं कथं भवति एतत् अत्र लिखितमस्ति परन्तु सूत्रस्य स्पष्टीकरणं नास्ति ओके अतः अवगमनं किञ्चित् कठिनं भवति अ इति यदस्ति अत्र तस्य आगमः इति स्वीकरोतु इदानीम् अस्मिन् स्तरे यस्मिन् समये सूत्रं वयं पठामः तदा एतस्य स्पष्टीकरणम् अधिकं भविष्यति ओके तो किञ्चित् अत्र असुविधा तु नास्ति अट आगम आगतं तत्र मतिवकि आद्यन्तो टकितो सूत्रेण प्रथमं मतिवकि मतिवकि पूर्वम् आगत आद्यन्त टकितो सूत्रेण तत्र असुविधा नास्ति नास्ति अत्र किमपि अस्ति हा आद्यन्तौ टकितौ वयं न पठितवन्तः ओके अतः तस्य उपयोगं कथं करणीयं वयं न जानीमः ओके तदनन्तरं पुनः अत्र अट् उदात्तः इति लिखितम् अस्ति अट् उदात्तः अस्मिन् विषये अपि अस्माकं ज्ञानं नास्ति अतः एतस्य सूत्रस्य उपयोगं वयं सम्पूर्णतया कर्तुं न शक्नुमः अवगन्तुं न शक्नुमः केवलम् एतत् स्वीकर्तव्यम् अकारस्य आगमः भवति अतः एतत् अस्ति आगमः ओके अवगतम् एकनिमिषं हा विदर्गेश्वर महोदय यानि सूत्राणि वयं न पठितवन्तः तेषाम् आधारेण यदा वयम् अवगन्तुं प्रयत्नं कुर्मः अवगमनं सम्यक् न भविष्यति ओके अतः अस्तु उपयोगं न कृत्वा अकृत्वा अयम् अहम् अग्रे गन्तुं प्रयत्नं करोमि हा केवलं स्वीकर्तव्यम् अस्मिन् सूत्रे अ इति यत् अस्ति अपठत् हा वयं निर्माणं कुर्मः लङ्लकारस्य रूपं तत्र अ यद् वयं उपयोगं कुर्मः तदस्ति आगमः ओके यावत्पर्यन्तम् अवगतं जुगल् किशोर् महोदय असम्यक् आद्यन्तौ टकितौ एतस्य ज्ञानं वयम् अस्माकं तु इदानीं नास्ति एकम् अनन्तरम् अट् उदात्तः यत् लिखितम् अस्ति तत्र तस्यापि ज्ञानं नास्ति हा वयं केवलं जानीमः उदात्तः अनुदात्तः सरितः अभवत् एतत्पर्यन्तो जानामि न तावत्पर्यन्तं वयं जानीमः ओके ओके तत् स्वीकुर्मः अग्रे गच्छामः अनन्तरम् आगमिष्यति ओके तस्याः प्रश्नः अहम् उत्तरं न दत्तवती पृच्छतु मम प्रश्नः भवती उक्तवती कुत्र आगमः भवति षष्ठी विभक्ति अस्ति तत्र वर्णस्य स्थाने परन्तु तत्तु किमस्ति यदि षष्ठी विभक्ति नास्ति तर्हि आदेशः नास्ति आगमः आगन्तव्यम् नास्ति आदेशः नास्ति आगमः भविष्यति तत्र प्रथमा विभक्ति उपरि अस्ति खलु प्रथमा विभक्ति आम् सूत्रे प्रथमा विभक्ति आदेशः आगमः नामकरण सूत्रे यस्य वर्णस्य प्रथमा विभक्ति भवति सः आयाति षष्टिविभक्त्यस्य विभक्त्यन्तस्य वर्णस्य स्थाने ओके अतः आदेशः षष्टिस्थाने भवति तत्र प्रथमा विभक्त्यन्तस्य वर्णस्य नाम आदेशः सूत्रे तादृशः षष्टिविभक्त्यन्तवर्णो नास्ति चेत् तर्हि इत्युक्ते षष्टिविभक्त्यन्तवर्णः नास्ति चेत् किं भवति तस्य प्रथमाविभक्तिवर्णः केवलम् आगमकार्यं करोति अपरस्य वर्णस्य स्थाने इति न ओके इत्युक्ते किमपि निष्कास्य आगमनं न भवति साक्षात् केवलम् आगमनं भवति ओके अतः तस्य नाम आगमः परन्तु एतस्य साक्षात् उपयोगं कथं भवति महोदय वक्तुम् इच्छामि अत्र वक्तुमिच्छामि अत्र आदेशः अस्ति षष्टिविभक्तिस्थाने आदेशः आयाति अस्तु परन्तु षष्टिविभक्ति नास्ति यत्र षष्टिविभक्ति नास्ति नास्ति तत्र आगमः भवति ओके तत्र आगमः परन्तु कण्डिशन्स् अपि तत्र दत्तं भविष्यति ओके कथम् आगमः किम् आगमः तस्मिन् विषये आगमसूत्राणां पठनं यस्मिन् समये वयं कुर्मः तस्मिन् समये तस्य अवगमनं भविष्यति ओके आदेशविषयाः भिन्नाः आगमविषयाः भिन्नाः सूत्राणि भिन्नानि सन्ति ओके ओके अन्यप्रश्नः अस्ति वा पूर्णिमा किमपि वक्तुं शक्नोति पल्लवी हा किम् आगच्छति पठन् आगच्छति अत्र नकार पठन् परे आगच्छति परन्तु अपठत् अत्र अकार पठपूर्वमेव आगच्छति तर्हि सूत्रे वयं ज्ञातुं शक्नुमः सूत्रस्य आधारं भिन्नम् अस्ति ओके अत्र तु लङ्लकारस्य रूपं सिद्धं भवति न यत् वयम् आगमकार्यं कुर्मः अकारस्य तत्तु भिन्नसूत्रस्य आधारेण कुर्मः ओके भिन्न कण्डिशन्स् अपि सन्ति हा मनसि एतत् निधाय किम् अवगमनं कर्तव्यं हा ओके अतः एव अहं जुगल्किशोर् महोदयम् उक्तवती एतत्तु बहु कम्प्लिकेटेड् सूत्रमस्ति ओके अत्र वयं पश्यामः एकमेव पदम् इति भासते परन्तु अन्यपदा एतस्य किं विभजनं कुर्मः चेत् वयं किञ्चित् ज्ञातुं शक्नुमः परन्तु सम्पूर्णतया ज्ञानं न भविष्यति कारणम् एतस्य पूर्वं किम् आगतं तस्य आधारेण किं कार्यं भवति तावत् ज्ञानं वयं न प्राप्तवन्तः अत् उदात्तः एतस्य अर्थं किम् अङ्गम् एतस्य अर्थं किं वयं न जानीमः इदानीम् अग्रे पठिष्यामः तस्मिन् विषये ओके अङ्गम् इत्युक्ते किं तद् तत् एकं डेफिनेशन् अस्ति अतः तस्य ज्ञानं प्राप्तव्यं प्रथमम् ओके अवगतम् अस्मिन् स्तरे यद्वयं किं द्रष्टुं शक्नुमः तदस्ति अकारस्य आगमः पूर्वस्मिन् किम् उदाहरणे नकारस्य आगमः तद्वयं दृष्टवन्तः तस्य आधारेण किञ्चित् अवगमनं भवति ओके फैन् यत् एक्स्ट्रा आगच्छति तदस्ति आगमः पूर्वं यदस्ति तस्य किमपि निष्कासनं न भवति केवलम् एक्स्ट्रा किमपि आगच्छति तदस्ति आगमः ओके ओके अन्य कोऽपि किमपि प्रष्टुम् इष्टवती वा पूर्णिमा किमपि प्रष्टुम् आरम्भं कृतवती न भगिनि केचन जनाः सीनियर् ब्याच् मध्ये सन्ति तत् सीनियर् ब्याच् अस्ति खलु पाणिनि सीनियर् ब्याच् मध्ये ते जुगल् केशव महोदया अपि तदेव ते वदन्ति उत्तरं जानाति खलु तदा पुनः वदतु सीनियर् ब्याच् अन्य ब्याच् अस्ति खलु महोदये सीनियर् ब्याच् अपि अस्ति पाणिनि महोदय पाणिनि कक्षा अस्ति कक्षायाः अन्य अन्य ब्याच् अस्ति तत्र तु अग्रे गतवन्तः जुगल् किशोर् महोदय तत्र अस्ति तदर्थं सा जानाति वदति इति अन्यपि अस्ति तत्र मते असुविधा नास्ति कोऽपि तत्र मतलबि अग्रे मा अग्रे मा अग्रे वदति खलु अग्रे वयं न जानीमः सः अग्रे सः वदति आम् आम् आम् आं महोदय तत् कारणम् अहं मतुजकि किञ्चिदपि न वदति इन् बिट्वीन् न इन् बिट्वीन् वदतु यस्य अवगमनं न भवति तस्य विषये तु प्रष्टव्यमेव परन्तु आदेशः भवति तत्परम् अनन्तरम् अहं वदामि अथवा अन्यथा अहं अवरोधं न करोमि मम इच्छा तु भवान् तूष्णीं तिष्ठति एवं नास्ति मम इच्छा तु अस्ति सर्वे यत्किमपि न अवगतवन्तः तस्मिन् विषये पृच्छन्तु समस्या नास्ति परन्तु एक्स्प्लेनेशन् कथम् अहं करिष्यामि यावत्पर्यन्तं वयं पठितवन्तः तस्य आधारेण एक्स्प्लेनेशन् भविष्यति ओके अनन्तरं यदागच्छति तस्य आधारेण अस्मिन् स्तरे एक्स्प्लेनेशन् न यदा भवति तदा भ्रमः भविष्यति कोलाहलं मनसि कोलाहलम् उद्भवति टोटल् कन्फ्यूजन् भवति ओके न वदामि वदानि कारणं किं किम् तत्रापि सूत्रमस्ति पठन् आगच्छति तत्र नुमाडगं सन्धि अस्ति लेकि अहं न वदामि कारणं किं तत्र आद्यन्तौ टकितौ नुमागमः तत्सर्वम् अनन्तरम् आगच्छति लुङ् लङ् लृङ् यत्किमपि अस्ति तदपि अनन्तरम् आगच्छति उदात्तविषये अट् विषये अङ्गस्य विषयं तत्सर्वम् अनन्तरम् आगच्छति अत्र केवलम् उदाहरणार्थं किमपि दत्तम् अस्ति अतः भ्रमः मा करोतु केवलम् एक्सेप्ट् कुर्वन्तु आगमः इत्युक्ते किमपि निष्कासनं न भवति केवलं नूतनवर्णः आगच्छति ओके तावत्पर्यन्तम् अवगतं जुगल् किशोर् महोदय इदानीं नामकरणं विषये पठतु नामकरणं सुप्तिगन्तं पदं प्रथम अध्याये चतुर्थपादे चतुर्दश सूत्रं सुबन्तं च तिगन्तं च पदसंज्ञको भवत इत्युक्ते सुबन्तानां तिगन्तानां च पदसंज्ञा भवति सुप्तिगन्तं प्रथमान्तं प्रथमपदं प्रथमान्तम् ओके किम् अवगतवान् महोदय अत्र नामाङ्करणम् अस्ति नामाङ्करणं भवति मत्स्य प्रथम विभक्ति अस्ति चेत् नामाङ्करणं भवति नामाङ्करणं नामाङ्करणसूत्रम् अपि अत्र अस्ति सुप्तिगन्तं पदं पदं किम् अत्र सूच्यते कि सुप्त सुप् अस्ति अन्यथा तिङ् अस्ति तु मत्स्य कि तत्र मत्स्य पदं भवति अन्यथा न भवति अत्र सुप्तिगन्तं पदं संज्ञा संज्ञा सूत्रमस्ति तत्र उदाहरणं तत्र द्विपदं किं महोदय राम रामयोगं सु राम रामः इत्यस्य अन्ते सु इति सुप्रत्ययः अस्ति सुपन्ते यस्य स सुबन्तम् सुबन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति ओके अवगतम् पदसंज्ञा कथं भवति सुबन्तपदसंज्ञा कथं भवति अत्र सु अस्ति ओकारमते संज्ञा भवति स भवति स विसर्ग भवति राम अभवत् तिगन्तं तिगन्तम् उदाहरणमपि अस्ति वद् योगम् अ योगं ति वदति वदति इत्यस्य अन्ते ति इति तिङ् प्रत्यय अस्ति तिङ् अन्ते यस्य स तिगन्तं तिगन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति पदं किम् अत्र वदति अत्र पदं मत् किम् अत्र सुप् अस्ति अन्यथा तिङ् अस्ति तर्हि पदं भवति धातु अन्यथा किं वदामि सुप् सुप् प्रत्ययः अस्ति सुप् तत्र मत्स्वकि एकं मत्स्वकि प्रत्याहारः अस्ति तत्र मत्के सप्ति वन् विंशति प्रत्ययाः सन्ति कति प्रत्ययाः सन्ति तत्र सुप् प्रत्याहारे वन् विंशति एक एकं विंशति एकविंशतिः ओके एकविंशतिः तिङ् प्रत्याहारे कति प्रत्ययाः सन्ति अष्टदश अष्टादश ओके अष्टादश प्रत्ययाः सन्ति भिन्नभिन्नप्रत्ययाः तेषाम् आधारेण यत्किमपि वयं निर्माणं कुर्मः तदस्ति सुबन्तपदम् अथवा तिङन्तपदं प्रत्याहारः सुप् केटेगरी मध्ये अस्ति यो तस्य योजनेन यत् पदं वयं निर्माणं कुर्मः तदस्ति सुबन्तपदं तिङ् प्रत्याहारः यदस्ति तत्र प्रत्ययाः सन्ति अष्टादश तेषां योजनेन यदा वयं पदनिर्माणं कुर्मः इत्युक्ते धातु प्लस् तिङ् प्रत्याहारस्य एकं प्रत्ययं स्वीकृत्य पदनिर्माणं कुर्मः तदस्ति तिङन्तपदम् ओके यावत्पर्यन्तं सर्वे अवगतवन्तः सुबन्तपदं तिङन्तपदं कथं निर्माणं भवति प्रश्नाः सन्ति न ओके सर्वे सर्वम् अवगतवन्तः. ओके अनिल् अग्रे पठतु. मेडम् एक्साम् वैट् दट् प्रथमाविभक्तिः आदेशः आगमः नामकरणम् इति. प्रथमाविभक्तिः कथम् आयाति नामकरणम् इति उक्तम्? ओके प्रथमाविभक्ति कथं नामकरणम्? अत्र उदाहरणं दत्तमस्ति सुप्तिङ्गन्तं पदं. हा सुप्तिङ्गन्तं पदं हा अत्र सुबन्तं तिङन्तं पदं सर्वमस्ति प्रथमाविभक्ति. हा अन्तं सुबन्तं तिङ् अन्तं तिङन्तं पदं तदपि प्रथमाविभक्ति. तत्र अन्यविभक्तेः उल्लेखः नास्ति. अवगतम्? आदेशः आगमः आगमः इत्युक्ते प्रथमाविभक्ति. आगमः तत्र तु अस्माकं हस्ते किं वदामि एतदेव अस्ति उदाहरणरूपेण. अत्र केवलम् एतत् स्वीकर्तव्यम् आ यदस्ति एतत् आगमः इति. हा परन्तु यदा वयं परिशीलनं कुर्मः आदेशविषये तत्र किञ्चित् स्पष्टं भवति. किमर्थं? यत्र षष्टिविभक्तिवर्णः अस्ति तस्य स्थाने प्रथमाविभक्तिवर्णः स्थापितं भवति. ओके अतः किञ्चित् अधिकम् अवगमनम् अत्र भवति. परन्तु आगमविषये एक्स्ट्रा वर्णः आगच्छति. तत् किमर्थम् आगच्छति, तेषां तस्य कृते कण्डिशन्स् किं, तस्मिन् विषये अस्माकं ज्ञानम् इदानीं नास्ति. ओके अवगतम्? अतः अहम् अधिकं तस्मिन् विषये न वदामि. हा कारणम् आगमविषये अन्यसूत्राणि सन्ति. ओके इको यानस्य आधारेण वयम् आगमविषयं पठितुं न शक्नुमः. ओके ओके अन्यप्रश्नः? महोदय गत कक्षा त्रीणि कार्यम् आदेश आगमः लोपः, परन्तु अत्र लोपः लोपः अस्ति, नामकरणम् आगमः अस्ति. नामकरणम् आगमः नास्ति महोदय. हा नामकरणं पश्यतु, नामकरणं केवलं संज्ञाविषये अस्ति. न न वाट् ऐ एम् सेयिङ्ग् इस् अर्लियर् वि लर्न्ट् अबौट् थ्री कार्यम् आदेश आगमः लोप एण्ड् नौ द लोप कार्यं हेज् लोप मीन्स् गान् एण्ड् नामकरण हेज् कम्. लोपकार्यविषये सूत्रं भिन्नम् अस्ति. ओके लोप आदेशं भवति. ओके ओके ओके is it like if in the sutra we have a prathama vibhakti sampada, correct? And in the same sutra if we have a shashti vibhakti pada, then there will be an adesh. If we don't have any shashti vibhakti pada, then we will have an agamaha. And if we don't have the shashti vibhakti pada, or if we only have a prathama vibhakti pada, then it will be namakaran. न न न न न एवं नास्ति. हा अन्यसूत्राणि आगच्छन्ति तत्र मार्गदर्शनं कर्तुं. हा अतः इदानीं ऐ जस्ट् ट्रै टु डिफ्रेन्शियेट् इन् बिट्वीन् दीस् त्री. न न न न न इदानीं चिन्ता मा करोतु. हा किमस्ति अत्र कार्यविषये उक्तमस्ति. हा व्याकरणे कार्याणि एतादृशानि भवन्ति. ओके कानि किं कानि कार्याणि? आदेशकार्यम्, आगमकार्यं, लोपकार्यम्. ओके एवं त्रिविधं कार्याणि सन्ति. एतस्य अवगमनार्थमेव अत्र उदाहरणानि दत्तानि. ओके, अनन्तरं कन्फ्यूषन् मनसि मा उद्भवं करोतु. हा, अत्र आदेशविषये तु उदाहरणं दत्तम् अस्ति, किम् इकोयणचि, एतस्य आधारेण आदेशविषये वयम् अवगतवन्तः. आगमविषये वयं बहु सम्यक्तया न अवगतवन्तः सूत्रस्य आधारेण, परन्तु आगमः इत्युक्ते किम् एतस्य ज्ञानं वयं प्राप्तवन्तः. स्पष्टम्? आमाम्. अत्र बि पार्ट् अस्ति महोदय, प्रथमा विभक्तिः. देट् पेराग्राफ् ऐ ट्रै टु इण्टर्प्रिट् इन् देट् इफ् देर् इस् अ षष्ठ्यद् सूत्रे यस्य वर्णस्य प्रथमा विभक्तिः भवति सः आयाति षष्ठीविभक्त्यन्तिमस्य वर्णस्य स्थाने. देट् इस् आदेश. तस्य इण्टर्प्रिटेशन् इदानीं मा करोतु. प्रथमा विभक्ति आदेश भवति, आगमः भवति वा नामकरणं भवति, तस्मिन् विषये सूचनां ददाति. ओके, प्रथमा विभक्तेः कार्यं किम् अस्ति? आदेश करणीयम्, आगमः करणीयं वा नामकरणं भवति. एतदेव. तावत्पर्यन्तम् अवगन्तव्यम्. अनन्तरम् अन्ये सूत्राणि सन्ति, अन्यानि सूत्राणि सन्ति, तेषाम् आधारेण कार्यं कथं भवति एतस्य निर्देशं वयं प्राप्नुमः. ओके, बट् देर् इस् अ लास्ट् लैन्, अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका. लैन् बिफोर् देट् सेस् सूत्रे तादृशः षष्टिविभक्त्यन्तः वर्णः नास्ति चेत् मीन्स् इफ् इन् द सूत्र वुडन्ट् हेव् बीन् इकः एण्ड् ओन्लि यण अच् देन् देट् यण द प्रथमा विभक्ति वुड् हेव् इण्डिकेटेड् चेत् तर्हि सः प्रथमा विभक्तेः वर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न, अतः तस्य नाम आगमः. So in the sutra, if there is no shashti vibhakti and a prathama vibhakti and some other vibhakti, then it will be agamaha. But anyatra, where there is no shashti as well or some other, only prathama vibhakti padamasti, tari namakarna. Only prathama vibhakti asti ke namakarna. That's the satyam. Okay. Only prathama. Shushravantaham, suptingantam padam. उर्मि प्रथमा विभक्ति अस्ति तत्र. तत्र अण्डर्स्टुड् एक्साक्ट्लि वाट् पल्लवी भगिनी सेड्, एक्साक्ट्लि वाट् शी सेड् इस् वाट् ऐ अण्डर्स्टुड्. करेक्ट् वाट् शी सेड् इस् करेक्ट् सम्यक् एव खलु. या, ओके, फैन्. पुनः वदतु भगिनी, अन्येकवारं वदतु भगिनी पल्लवी भगिनी. If in the sutra there is some shashti vibhakti pada and a prathama vibhakti pada, then it may indicate adeshah, because we have a shashti vibhakti pada to indicate that there will be an adesha. If in the sutra there is no shashti vibhakti pada, then it may be the prathama vibhakti pada in that sutra will indicate agamah. And if in the sutra there is only prathama vibhakti pada, then it will be namakaran. धन्यवादः भगिनि. ओके, ओके, स्पष्टम्? आमाम्. अस्तु पल्लवी, एकं तु मनसि स्थापयतु, ओन्लि प्रथमा विभक्ति डस् नाट् नेसेसरिलि मीन् आगमः. आमाम्. इफ् इन् द सूत्र देर् इस् ओन्लि प्रथमा विभक्ति पद, लैक् सुप्तिभवन्तं पदम्. So all these pada, the suptigantam is also a prathama vibhakti pada and padam is also a pada. So here it will be namakaranam, because there is no other vibhakti pada in the sutra. Na, atra katham avagamanam bhavitavyam, shashti vibhakti nasti, na, shashti vibhakti asti che tasya sthane anya varnaha agachati. तर्हि आदेशः नास्ति, किमपि अन्यसूत्रम् आगत्य कार्यं कथं करणीयं, कुत्र करणीयं, किं करणीयं, तत् निर्देशं करिष्यति. ओके, तर्हि सः प्रथमाविभक्त्यन्तः वर्णः आयाति. हा, इत्युक्ते यद्वर्णः प्रथमाविभक्त्यन्तं ग्रुप् मध्ये अस्ति तद्वर्णः आगमकार्यं करिष्यति. ओके, कुत्र तस्य आगमः भविष्यति तस्मिन् विषये अन्य कुत्रापि वयं मार्गदर्शनं प्राप्नुमः. ओके, परन्तु अत्र इम्पार्टेण्ट् किम् अस्ति, हा, प्रथमाविभक्त्यन्तवर्णः आयाति परन्तु अपरस्य वर्णस्य स्थाने न आयाति. ओके, अवगति? अत्र इम्पार्टेण्ट् पार्ट् अस्ति अपरस्य वर्णस्य स्थाने न आयाति. किमर्थं? कारणं षष्टिविभक्ति नास्ति. षष्टि अस्ति चेत् तस्य स्थाने आगच्छति, षष्टि नास्ति चेत् अन्यवर्णः यत् प्रथमाविभक्तिवर्णः अस्ति तत्तु आयाति परन्तु कस्यापि स्थाने न आयाति. इट् कम्स् एज़् अ गेस्ट्. ओके, प्रिया, अवगतम्? आम् आम् अवगतम् मेडम्. Here, Namakarana, what is the definition? Is it Prathama Vibhakti means Namakarana, na? We are giving definition for Adesha, Agama, Lopa, like that, Varnasya, Darshanam, like that. What is Namakarana? Namakarana means you define. Okay? It's Sanya. We define, na? It's Sanya. It's Sanya Kim Bhavati. प्रथमं वयम् इत्संज्ञा इति वदामः, नामकर अनन्तरं नामकरणविषये इतोपि डीटेल्स् आगच्छति. हा, चिन्ता मा करोतु इदानीं. हा, वयं केवलम् इत्संज्ञा इति जानीमः. इत् इति वयं संज्ञा इति नामकरणं कृतवन्तः. तावत्पर्यन्तम् अवगतम्? इत् इति संज्ञा अस्ति नामकरणम्. ओके, इत्युक्ते महेश्वरसूत्राणां विषये यदा वयं प्रतिसूत्रस्य अन्तिमवर्णः पश्यामः तदस्ति हलन्तवर्णः. ओके, तस्य नाम अस्ति इत्संज्ञकवर्णः, तदस्ति संज्ञा. इत् इति संज्ञा नाम. ओके, अग्रे अग्रे अन्यसंज्ञाविषये अपि वयं पठिष्यामः. हा, चिन्ता मास्तु, मन्दमन्दम् अग्रे गच्छामः. यावत्पर्यन्तम् अवगतं नामकरणमपि वयं पठितवन्तः. हा, सप्तमीविभक्तिविषये अग्रिमकक्षायां पश्यामः. हा, अन्ये अपि विभक्तयः सन्ति, सप्तमी तृतीया सर्वमस्ति, पञ्चमी. ओके, ओके, अद्य अत्र अहं स्थगयामि, समयः जातः. ओके, ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, शुभदिनं, शुभरात्रिः.